अस्तु, तर्हि इदानीम् अस्माकं न्यायवर्गकक्षा तत्र प्रवर्तमाना अस्ति. इदानीं वयं स्मः अत्र कार्यकारणप्रसङ्गे, खलु? तत्र समवायीकारणम् इत्युक्ते किम् इति गतसप्ताहे परिशीलितवन्तः. कोऽपि वक्तुं शक्नोति वा? रामप्रिया भगिनी वदति वा तत्र समवायीकारणम् इत्युक्ते किम् इति यद्वयम् अधीतवन्तः गतसप्ताहे? आम्, कार्यं प्रति कारणं भवति चेत् तद् समवायीकारणम् इति. एकक्षणम् अत्र क्षम्यताम्. कार्यं प्रति कारणम् इत्युक्ते तत्र कार्यं प्रति यत्किमपि कारणं भवति तत् सर्वं समवायिकारणं वा? तत्र कारणं त्रिविधाः इति दृष्टवन्तः खलु, स्मरति वा? कारणं त्रिविधाः इति वा? कारणं त्रिविधम् इति वयं निकषः खलु, न निकषः इति सत्यं, तत् पूर्वमासीत्, परन्तु कारणविभागः इति वयं दृष्टवन्तः, स्मरति वा? अस्तु, तत्र इदानीं षड् अशीतितमे पुटे तत्र सूक्तिललन्तिका इति अस्ति खलु, पश्यति वा? गुणोऽपि जायमानः गुणप्रत्ययः समर्थनीयः. अशीतितमे किल भगिनि? षड् अशीतितमे, 86. भगिनि, समवायिकारणम् इति इत्युक्ते अत्र यदा कपालः स्वस्मिन् तादात्म्येन स्थित्वा हा, उत्तमं महोदय, तदेव. एकक्षणम्, इदानीं कुत्र अस्ति भगिनि अत्र? हा, तत्र प्रथमवाक्यं पठतु, तत्र सूक्तिललन्तिका, तत्र तथा हि इति अस्ति खलु. प्राप्तं भगिनि, क्षम्यतां, 70 एव. तत्र जायमानं तत्र वा? हा हा हा, तत्र प्रथमवाक्यं तथा हि अस्ति. समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति कारणविभागः. आम्, तर्हि तत्र कारणं त्रिविधम् इति वयं दृष्टवन्तः, समवायिकारणम् असमवायिकारणं निमित्तकारणं. तर्हि यद् भवती उक्तवती तत् तत्तु सर्वेषां कारणानां कृते तत्र भवति खलु, कृते तत् भवति. कार्यं प्रति कारणं भवति चेत् तत्र समवायिकारणमपि भवितुम् अर्हति, असमवायिकारणम् अथवा निमित्तकारणम् इति. तर्हि इदानीं समवायिकारणम् इत्युक्ते किम् इति मम प्रश्नः. तर्हि हा, सुनील् महोदय, पुनः वदतु एकवारं यद् भवान् उक्तवान्. यदा कपालः घटे स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटम् उत्पादयति इति समवायिकारणम् इति. उत्तमम्, इत्युक्ते स्वस्मिन् तादात्म्ये सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति इति, इत्युक्ते तत्र स्वस्मिन् तादात्म्येन तादात्म्यसम्बन्धेन तिष्ठति, अपि च यदा कार्यं जनयति तत् समवायेन कार्यम् इत्युक्ते कार्यस्य अवच्छेदकः अस्ति समवायसम्बन्धः, तत्र कारणतायाः अवच्छेदकः अस्ति तत्र तादात्म्यसम्बन्धः इति. तद्वयं दृष्टवन्तः तत्र सप्त अशीतितमे पुटे तत्र द्वितीय अवच्छेदस्य अन्तिमवाक्यं पठति वा महोदय? तत्र एवञ्च तत्र समवायिकारणस्य लक्षणवाक्यम्. एवञ्च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणदाश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम् इति. इत्युक्ते इदानीं समवायिकारणम् इत्युक्ते किम् इति अत्र वयं दृष्टवन्तः. तर्हि तत्र प्रश्नः न स्यात् खलु. इदानीं वयं तदनन्तरमपि किञ्चित् परिशीलितवन्तः गतसप्ताहे. तत्र तत्र प्रत्ययः द्वयं प्रत्ययः द्विविधप्रत्ययः आसीत् खलु. तत्र एकः घटः इति प्रसङ्गे तत्र एकत्वम् इत्युक्ते तत्र एकत्वस्य महत्त्वं किम्, अपि च एकः रसः इति अस्ति चेत् तत्र एकत्वं किं सूचयति इति अत्र अस्माकं प्रसङ्गः आसीत्. यदा एकः घटः इति वाक्यम् अस्ति तत्र साक्षात् तत्र घटस् एकत्वम् इति यत् सङ्ख्या अस्ति गुणः, तत् साक्षात् तत्र घटं सूचयति. तत्र घटे एकत्वम् अस्ति इति, तत्र गुणः द्रव्ये भवति इति, तत्र वयं गुणः समवायेन द्रव्ये तिष्ठति इति वयं जानीमः. तर्हि एकः घटः इत्युक्ते तत्र घटे एकत्वम् इति गुणः अस्ति इति वयं वक्तुं शक्नुमः. परन्तु यदा एकः रसः इति वदामः तत्र किञ्चित् तत्र समस्या आसीत् खलु. तत्र कीदृशी समस्या आसीत्, किमर्थम् अत्र समस्या अस्ति एकः रसः इति वदामः चेत्, तत्र समस्या का? द्वे अपि गुणः गुणे स्तः इति सम्बन्धः, गुणौ द्वौ क्षमता द्वौ अपि गुणौ इति सम्बन्धः कीदृशम् इति, सम्बन्धः अस्ति वा इति गुणः गुणे मध्ये. इत्युक्ते गुणः केवलं द्रव्ये भवति इति वयं जानीमः. तर्हि गुणः गुणे भवति वा इति प्रश्नः आगतः खलु. तर्हि तत्र एकः रसः इति वदामः चेत् तत्र तादृश आदेय अधिकरणसम्बन्धः भवितुम् अर्हति वा इति तत्र प्रश्नः आसीत्. तर्हि तस्य समाधानरूपेण वयं किम् उक्तवन्तः अत्र? तत्रैव वयं परम्परासम्बन्धः इति विषये अत्र तद्विषये एव वयं निरूपितवन्तः. रूप एकत्वं समवायसम्बन्धेन घटे अस्ति, रूपमपि समवायसम्बन्धेन घटे अस्ति, तद् द्वौ अपि समानाधिकरण्यमस्ति. गुणः तद् एकत्व क्षम्यतां परम्परासम्बन्धः अस्ति इति. अत्र किञ्चित् परम्परासम्बन्धः इति नास्ति खलु. परम्परासम्बन्धः तु तत्र यदा गुणः द्रव्ये अस्ति, द्रव्यम् अन्यस्मिन् द्रव्ये अस्ति इति तत्र संयोगसम्बन्धेन तिष्ठति चेत् तत्र परम्परासम्बन्धः इति उक्तवन्तः. अत्र तु वस्तुतया तत्र यदा एकः रसः इति वदामः तत्र यत् सामानादिकरणीयम् अस्ति तत्र रसः अपि च एकत्वं तयोः मध्ये तदेव सूचयति इति वयं दृष्टवन्तः. तत्रापि यदा भवती उक्तवती तत्रापि एकः सम्बन्धः परम्परासम्बन्धः इति प्रायः वक्तुं शक्नुमः. परन्तु यद्वयं पूर्वं दृष्टवन्तः स्वसमवायिसंयुक्तसम्बन्धः इति, तादृशसम्बन्धः न परन्तु भिन्नसम्बन्धः इत्युक्ते स्व आश्रयसमवेतसम्बन्धः इति अस्ति. इत्युक्ते हा स्व आश्रयसमवेतसम्बन्धः इत्युक्ते अत्र स्वम् इति इदानीम् एकः रसः इति आकारः अस्ति चेत् अत्र स्वम् इति एकः खलु, एकत्वम् इति स्वं. स्वस्य आश्रयं किम्? आकारः एकः रसः वा? रसः कुत्र घटे अस्ति चेत् आश्रयं घटः. उत्तमं. तर्हि इत्युक्ते यत्किमपि तत्र गुणघटितद्रव्यं यदस्ति तदेव इदानीं क्षम्यताम् आश्रयः खलु. तर्हि स्व आश्रये यः समवेतः इत्युक्ते तत्र समवायसम्बन्धेन तिष्ठति इति अर्थः. इत्युक्ते इदानीं रूपं तत्र घटे समवेतम् इत्युक्ते रूपं घटे समवायसम्बन्धेन वर्तते इति वयं वदामः. तर्हि स्व आश्रयसमवेतसम्बन्धः इत्युक्ते स्वम् इति एकत्वम्, एकत्वस्य आश्रयः इदानीं घटः इति स्वीकुर्मः चेत् घटः घटे समवायसम्बन्धेन यः तिष्ठति इदानीं रूपं तिष्ठति खलु. तर्हि रूपम् एकत्वं मध्ये तादृशसम्बन्धः अस्ति, स्व आश्रयसमवेतसम्बन्धः इति सम्बन्धः इति तादृशसम्बन्धेन एकत्वं रसे अस्ति इति वयं वक्तुं शक्नुमः. यथा भवती परम्परासम्बन्धः इति उक्तवती, तत् तादृशसम्बन्धः अस्ति. तादृश अवगतं वा सुनील् महोदय? भवान् अवगतम्? अस्तु, सामानाधिकरणम् अस्ति इति एव, परन्तु तत्र तादृशसम्बन्धस्य नामकरणं कृतं खलु, स्वाश्रयसमवेतसम्बन्धः इति. अन्य कोऽपि आगतः वा अन्य केनापि? अस्मि भगिनि, अहम् अस्मि पुष्पा. नमस्कारः भगिनि. शृणोमि शृणोमि ड्रैविङ्ग्. अस्तु, चिन्ता मास्तु, चिन्ता नास्ति, चिन्ता नास्ति अत्र. परन्तु प्रश्नः अस्ति चेत् निश्चयेन पृच्छतु. अस्तु, तर्हि स्व आश्रयसमवेतसम्बन्धः इति वयं दृष्टवन्तः. तर्हि इदानीम् अग्रे सरेम. रामप्रिया भगिनी, भवती एव पठति वा किञ्चित्? गुणनिरूपणे वा? हा, गुणनिरूपणे. सत्यं, गुणनिरूपणे क्रमप्राप्तं सङ्ख्यां निरूपयति. एकत्वादिव्यवहारहेतुः सङ्ख्या सा नवद्रव्यवृत्तिः. एकत्वादि परार्धपर्यन्ता इति कथं गुणनिरूपणविषये अत्र अग्रिमम् अस्ति सङ्ख्या. सङ्ख्यायाः लक्षणवाक्यम् अस्ति एकत्वादिव्यवहारहेतुः सङ्ख्या इति. एकत्वम् आदि कारणं सङ्ख्या, हेतुः इत्युक्ते कारणं सङ्ख्या इति. सा सङ्ख्या नवद्रव्यवृत्तिः इत्युक्ते नवद्रव्येषु अपि सङ्ख्या अस्ति इति, वर्तते इति. एकत्वादि परार्धपर्यन्त, प्रथमम् एकत्वम् आदिः. परार्ध इत्युक्ते भगिनि? परार्ध इत्युक्ते तत्र परार्ध इति अन्तिमसङ्ख्या यदस्ति तदिति चिन्तयतु. इत्युक्ते एकं दश, शत इति अद्भुतम् इति सर्वम् अस्ति खलु, तत्र अन्तिम सङ्ख्या पर्यन्त. सङ्ख्या स्त्रीलिङ्गपदम् इति पर्यन्त इति अस्ति वा? सत्यं, पर्यन्त. सङ्ख्यायाः प्रभृति विभाग. एकक्षणं एकक्षणं, तत्र एकत्वादिव्यवहारहेतुः इति वयं दृष्टवन्तः खलु, तत्र व्यवहारहेतुः इत्युक्ते किम् इति एकवारं स्मारयति वा? व्यवहार इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति अस्ति. हेतुः इत्युक्ते कारणम्. उत्तमं, हेतुः इत्युक्ते इदानीं तत्र असाधारणं कारणम् इति वयं वक्तुं शक्नुमः, न तु केवलं कारणं परन्तु असाधारणं कारणम् इति. इत्युक्ते तत्र साधारणतया साधारणकारणम् इत्युक्ते यद् सर्वेषामपि कारणं भवति तद् साधारणकारणम् इत्युक्ते ईश्वरः, कालः, अदृष्टम् इति वयं वदामः. इत्युक्ते ईश्वरः सर्वदा अस्ति, कालः अपि सर्वदा, अपि च सर्वस्य कारणम् ईश्वरः खलु. यत्किमपि यत् कार्यं भवति ईश्वर इच्छा अस्ति इति कारणात् एव भवति. तर्हि ईश्वरः सर्वस्यापि कारणं, तथैव कालः अपि. अदृष्टम् इत्युक्ते धर्मः अथवा अधर्मः इत्युक्ते यत्किमपि इदानीं भवति तत्र अस्माकं धर्मेण वा अथवा अधर्मेण वा एव भवति इति वयं वक्तुं शक्नुमः. तर्हि अदृष्टम् इति किञ्चित् पारिभाषिकशब्दः, तस्य अर्थः अस्ति यत् वयं न जानीमः अथवा अवगच्छामः, परन्तु धर्मेण वा अधर्मेण वा यद् अस्माभिः न दृष्टं तेन इति यद्भवति तादृशकारणमस्ति अदृष्टम् इति. तर्हि साधारणकारणम् इति तत्त्रयं भवति साधारणकारणम्. इदानीं तद्विहाय अन्यत् सर्वं भवति असाधारणकारणम् इति. तर्हि यदा तत्र ज्ञानजनकशब्दप्रयोगः भवति, यदा भवती उक्तवती एकत्वम् इति, तस्य असाधारणं कारणम् अस्ति संख्या इति. संख्या इति कश्चन गुणः अस्ति इति कारणात् एकत्वम् इति यदा कोऽपि वदति तर्हि तस्य अर्थः कः इति वयम् अवगन्तुं शक्नुमः इति. साधारणकारणम् अदृष्टं विभागः ईश्वरः कालः. ईश्वरः कालः अदृष्टः. असाधारणम् एकमेव. असाधारणम् एकमेव इति न, अन्यत् सर्वं यत्किमपि कारणं भवति तान् तत्र यद् वयम् इदानीं तत्र कारणत्रयम् उक्तवन्तः तद्विहाय यत्किमपि कार्यं भवति तत्सर्वम् असाधारणकारणं, तत्र एकं वा भवतु बहवः वा भवतु भवन्तु. संख्यायाः अपि च सा नवद्रव्यवृत्तिः इति तद्भवति. हा हा, साधारणकारणानि त्रीणि कानि इति वा? तत्र साधारणकारणानि सन्ति तत्र ईश्वरः कालः अदृष्टम् इति. तानि विहाय अन्यत् सर्वं तत्र इदानीम् असाधारणकारणम्. अपि च नवद्रव्यवृत्तिः इत्युक्ते वयम् आरम्भे एव उक्तवन्तः खलु, गुणः द्रव्ये अस्ति परन्तु सर्वे गुणाः सर्वेषु द्रव्येषु इति न, परन्तु सङ्ख्या तादृशगुणः एव नवद्रव्येषु अपि वर्तते इति कृत्वा तत्र सा नवद्रव्यवृत्तिः इति अस्ति. अपि च एकत्वादि परार्धपर्यन्ता इति भवती उक्तवती, तत् किम् इति. हा, अग्रे पठतु भगिनि. संख्यायाः चत्वारः कः पुनः वदतु? एकत्वः तु भवति न, ईश्वरः कालः अदृष्टः, तत्तु एकत्वः तु कारणानि न. हा हा हा, कारणानि बहूनि भवितुं शक्नुवन्ति भगिनि, परन्तु साधारणकारणम् इत्युक्ते तत्र त्रीणि कारणानि एव, ईश्वरः कालः अदृष्टम् इति. अन्यत् सर्वम् असाधारणकारणम्. संख्यायाः प्रभृति विभागान्ताः गुणाः नवसु अपि द्रव्येषु वर्तन्ते, तथा हि द्विपादीनां वक्ष्यमाणरीत्या कादाचित् कत्वे अपि एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति. एको घटः, एकः आकाशः इत्यादि ज्ञानौ तत् सिद्धिः. परिमाणमपि तदा, तस्य अणुमह आदिविभागः ग्रन्थकारेण प्रदर्श्यते. संख्यावदेव पृथक्कृत्वम् एकपृथक्कृत्वं द्विपृथक्तत्वम् इत्येवं विधं भवति. तत्र द्विपृथक्त्व पृथक्त्वादीनां कादाचित् कत्वे अपि एकपृथक्त्वं सर्वेषु द्रव्येषु भवति. प्रथमम् अस्ति सङ्ख्यायाः प्रभृति विभागान्तः गुणाः नवसु अपि द्रव्येषु वर्तन्ते. प्रथमम् अस्ति सङ्ख्या इति गुणाः गुणा नवसु अपि द्रव्येषु वर्तन्ते इति अस्ति इति. नवसु द्रव्येषु अपि गुण सङ्ख्या इति गुणः अस्ति इति. तथा द्वित्वादीनां वक्ष्यमाणरीत्या कादाचित् कत्वे अपि एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति. एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति तद् अवगतं. द्वित्वादीनां इत्युक्ते एकत्वं द्वित्वं त्रित्वम् इति वा? हा सत्यं, द्वित्वादीनाम् इत्युक्ते द्वित्वं त्रित्वं चत्वारित्वम् इति सर्वं वयं वदामः तत्. तद् कदाचित् एव इत्युक्ते कदाचित् एव कदाचित्कत्वम् इत्युक्ते तत्र कदाचित् इति यद्वयं जानीमः तस्य भावः इत्युक्ते यदा कदा भवति इति. यदा कदा एव द्वित्वं त्रित्वं भवति एकत्वं सर्वदा भवति इति. हा सत्यम्, इत्युक्ते एकत्वम् इति सर्वेषु द्रव्येषु निश्चयेन अस्ति. तत्र एकत्वं तत्र नित्यम् अनित्यम् इति सर्वम् अग्रे वयं पठामः, परन्तु तत्र एकत्वम् इति सर्वेषु द्रव्येषु सर्वदा भवति. द्वित्वादि तत्र यदा कदापि भवति इत्युक्ते सर्वदा द्वित्वम् अस्ति इति न, परन्तु एकत्वं तु निश्चयेन अस्ति. तदेव एकः घटः एकः आकाशः इति तदेव एकत्वं, तद् ज्ञानं वयं प्राप्तवन्तः. परिमाणम् अपि तदा, परिमाणम् इत्युक्ते सङ्ख्यायाः अनन्तरं परिमाणम् इति किल, चतुर्विंशति गुणेषु परिमाणं सङ्ख्या परिमाणं, परिमाणमपि तदा इत्युक्ते समानरीत्या सर्वासु सर्वेषु द्रव्येषु भवति इति वा? सत्यम्. इदानीं तत्र सप्तमे पुटे पश्यतु, तत्र सङ्ख्या आदि विभागपर्यन्तं खलु सङ्ख्या परिमाण पृथक्त्वसंयोगविभाग इति तत्र पञ्चगुणाः सन्ति. तदेव अत्र सङ्ख्यायाः प्रभृति विभागान्ताः गुणाः इत्युक्ते तत्र सङ्ख्या परिमाणं पृथक्त्वं संयोगविभाग इति पञ्चगुणाः ये सन्ति ते नवसु अपि द्रव्येषु वर्तन्ते इत्युक्ते तत्र नवद्रव्यवृत्तिः इति वृत्तयः, ते नवद्रव्यवृत्तयः. तदेव परिमाणमपि तथा इत्युक्ते परिमाणे परिमाणमपि तत्र नवसु द्रव्येषु अस्ति अपि च तत्र सर्वदा अस्ति नवसु द्रव्येषु इति. तस्य अणुमहत् अणुमहदादिविभागः ग्रन्थकारेण प्रदर्श्यते. परिमाणस्य विषये एव परममहत्परिमाणं मध्यमपरिमाणम् इति वयं पूर्वं दृष्टवन्तः, तद्विषये एव किल. सत्यं, सङ्ख्यावदेव पृथक्त्वम् एकपृथक्त्वं द्विपृथक्त्वम् इत्येवं विधं भवति. तृतीय परिमाणम् अनन्तरं पृथक्त्वम् इति अस्ति, तदेव तदपि सङ्ख्यावदेव अस्ति. एकपृथक्त्वं द्विपृथक्त्वम् इति विधानि सन्ति. तत्र द्विपृथक्त्वादीनां कादाचित् कत्वे अपि एकपृथक्त्वं सर्वेषु द्रव्येषु भवति. यदा सङ्ख्याविषये वदामः तदैव अत्र द्विपृथक्त्वा द्वित्रि पृथक्त्वं यदा कदा एव भवति, परन्तु एकपृथक्त्वं सर्वेषु द्रव्येषु सर्वदा भवति. अग्रेपि पठतु भगिनि. संयोगः प्रसिद्धः, स च प्रायः क्रियाजन्यः, आकाशादिद्रव्याणां विभुत्वात् क्रिया न भवति इति प्राग् निरूपितम्. परन्तु घटादिमूर्तेषु उत्पद्यमानया क्रियया आकाशादौ संयोगः जायते. विभागो अपि संयोगनाशको गुणः इति लक्ष्यते. तस्यापि विभाग विभुद्रव्येषु मूर्तसमवेतक्रियया उत्पत्तिः भवति, आहत्य च नवसु द्रव्येषु एते भवन्ति इति साधारणगुणः इति प्रसिद्धः. अत्र संख्या इति गुणः प्रसिद्धः अस्ति. संयोगः प्रसिद्धः, संयोगः प्रसिद्धः, गुणः नास्ति किल? संयोगः अपि गुणः एव खलु. इदानीमेव वयं तत्र पञ्चगुणाः इति दृष्टवन्तः. संख्यापरिमाणं, पृथक्त्वं, संयोगः, विभागः. गुणः विषये एव किल? हा, सत्यं सत्यं. संयोगः इति गुणः अपि प्रसिद्धः अस्ति. स च प्रायः क्रियाजन्य, क्रियां जनयति इति प्रायः क्रिया जनयति. न न न, क्रियां न जनयति, क्रियाजन्यः अस्ति संयोगः. इत्युक्ते क्रियया संयोगः इति गुणः भवति. इत्युक्ते यदा हस्तद्वयसंयोगः इति अस्ति तत्र, अथवा हस्तपुस्तकसंयोगः इति चिन्तयतु. पुस्तकं उत्पीठिकायाम् अस्ति खलु, तर्हि इदानीं हस्तं तत्र मम पार्श्वे अस्ति चेत् तत्र हस्तं तत्र मम पार्श्वे यः हस्तः अस्ति सः पुस्तकपर्यन्तं गत्वा तत्र संयोगः भवति खलु. तर्हि तत्र हस्ते तादृश गमनक्रिया अस्ति. हस्ते गमनक्रिया अस्ति इति कारणात् एव तत्र संयोगः भवति, हस्तपुस्तकयोः संयोगः. यदा हस्ते क्रिया न अभविष्यत् तर्हि संयोगः अपि न अभविष्यत् खलु. सत्यं, तदर्थमेव तत्र हस्ते क्रिया अस्ति चेदेव तत्र संयोगः इति गुणः भवति इति. आकाशादिद्रव्याणां विभुत्वात् क्रिया न भवति इति प्राक् निरूपितं. वयं पूर्वं दृष्टवन्तः आकाशादि इत्युक्ते आकाशकालदिक् आत्मा मनः अपि किल, तत्र विभुद्रव्यं विभु के आकाशकालदिक् अपि च आत्मा खलु. मनः द्विभुद्रव्यं नास्ति, मनः द्विभुद्रव्यम्, आत्मा द्विभुद्रव्यं. तत्र तु क्रिया न भवति, परन्तु घटादिमूर्तेषु उत्पद्यमानया क्रियया आकाशादौ संयोगः जायते. परन्तु घटादिमूर्तेषु इत्युक्ते यत्र क्रिया भवति तद् मूर्तद्रव्येषु यत् क्रिया उत्पद्यते तद् आकाशादौ इत्युक्ते आकाशकालदिक् आत्मा इत्यादौ संयोगः जायते. हा, तर्हि इदानीं तत्र आकाशः इति विभु अस्ति चेत् तत्र कथं तत्र संयोगः भवति इत्युक्ते कथं, किञ्चित् चिन्तये, किञ्चित् इतोपि वक्तुं शक्नोति वा? आकाशं प्रश्नः पुनः वदामि. आकाशः इति विभुद्रव्यम् अस्ति खलु, तर्हि घटेन सह संयोगः इति कदा भवति? यदा घटस्य उत्पत्तिः भवति तदा घटेन सह तस्य संयोगः भवति. उत्तमं, तर्हि तस्य नाशः कदा भवति? संयोगस्य नाशः यदा घटस्य नाशः भवति तस्य नाशः अपि भवति. उत्तमं. तर्हि इदानीं तत्र यदा घटस्य उत्पत्तिः भवति तदा आकाशस्य घटेन सह संयोगः भवति. यदा घटस्य नाशः भवति तदा आकाशस्य घटेन सह यः संयोगः अस्ति सः नश्यति. यदा संयोगः नश्यति तदा किं भवति? तत्र अग्रे पठतु. विभागो अपि संयोगनाशको गुणः इति लक्ष्यते. अत्र संयोगनाशकगुणः विभागः तदेव अन्यगुणः. तर्हि यदा घटः नश्यति तदा संयोगनाशः इत्युक्ते विभागः भवति खलु. तर्हि घटनाशः अथवा उत्पादनं तद्विहाय अन्यस्मिन् समये तादृशसंयोगः वा विभागः वा भवति वा? संयोगः तु घटस्य अन्तिमकालपर्यन्तं भवति किल. सत्यं, परन्तु मध्ये विभागः संयोगः इति पुनः भवति वा इति, इत्युक्ते यः संयोगः आरम्भतः अन्तिमपर्यन्तम् अस्ति तद्विभाग यदा नष्टः भवति तदा विभागः भवति तस्मिन् समये एव नश्यति. परन्तु मध्ये यदा घटः इदानीम् अस्ति तदा वयं किञ्चित् यदा कालविषये पठितवन्तः तत्र किञ्चित् चिन्तनं कृतवन्तः खलु, तत्र उपाधिः. तर्हि तद् आधारेण किञ्चित् चिन्तयित्वा वक्तुं शक्नोति वा तत्र किं भवति इति? उपाधिः इत्युक्ते यदा घटस्य उत्पादनानन्तरमेव तस्य संयोगः भवति. पूर्वक्षणे वा किं सत्यम्? एकक्षणं, परन्तु उपाधिः इति केवलं कालस्य प्रसङ्गे इति नास्ति खलु. अन्यस्य प्रसङ्गे अपि वयं दृष्टवन्तः. तर्हि अन्यस्य अपि तत्र विभुद्रव्यस्य अपि उपाधिः इति भवितुम् अर्हति. दिक् दिक् अथवा आकाशस्य अपि खलु. आम् आम्, घटाकाशः इति वयं पूर्वमपि एकवारं किञ्चित् तत्र दृष्टवन्तः, घटः आकाशे अस्ति वा आकाशः घटे अस्ति वा इति तादृशचिन्तनं यथा कृतवन्तः तत्र घटाकाशः इति वयं किञ्चित् चिन्तितवन्तः. तर्हि उपाधिभेदात् तत्र संयोगः विभागः इति भवितुम् अर्हति. इत्युक्ते यदा चिन्तयतु अस्मिन् प्रकोष्ठे घटः अस्ति, तद् घटं सः घटः अथवा तं घटम् अहं तत्र अस्मात् प्रकोष्ठात् अन्यस्मिन् प्रकोष्ठे स्थापयामि चेत् तत्र उपाधिभेदात् इत्युक्ते अस्मिन् प्रकोष्ठे यः आकाशः अस्ति तस्मात् तस्य विभागः भवति, अन्यस्मिन् प्रकोष्ठे अथवा अन्यस्मिन् गृहे यत्किमपि भवतु तत्र यः आकाशः अस्ति तेन सह संयोगः जायते खलु. तर्हि उपाधिभेदात् मध्ये अपि तादृशसंयोगः विभागः इति भवितुं शक्नोति. अस्तु, भवतु अग्रे पठतु भगिनि. तस्यापि विभुद्रव्येषु मूर्तसमवेतव्यया उत्पत्तिः भवति. विभुद्रव्येषु समवेतक्रियया इत्युक्ते समवायसम्बन्ध सम्बन्धेन तद् उत्पत्तिः भवति क्रियया तस्य उत्पत्तिः भवति इति वा? मूर्तसमवेतक्रियया इत्युक्ते किं? मूर्त इत्युक्ते किम्? मूर्तद्रव्यम् इत्युक्ते पृथ्वी आदि द्रव्येषु. मूर्तद्रव्यम् इत्युक्ते यस्मिन् क्रिया अस्ति, क्रिया तद् मूर्तद्रव्यं. विभुद्रव्येषु मूर्तसमवेतक्रियया उत्पत्तिः भवति. द्रव्यम् इत्युक्ते आकाश काल दिक् तदेव वयं दृष्टवन्तः. मूर्तसमवेतक्रियया इत्युक्ते समवायसम्बन्धेन तस्य उत्पत्तिः भवति इति वा? मूर्तसमवेतक्रियया इत्युक्ते मूर्त इत्युक्ते मूर्तद्रव्यं खलु. मूर्तद्रव्ये समवेतं यः समवेता या क्रिया इत्युक्ते मूर्तद्रव्ये क्रिया तु समवायसम्बन्धेन तिष्ठति इति वयं जानीमः. तर्हि मूर्तद्रव्ये यः क्रिया अस्ति सा क्रिया अस्ति मूर्तसमवेतक्रिया खलु, यतोहि मूर्तद्रव्ये समवाये सम्बन्धेन तिष्ठति सा क्रिया इति. इत्युक्ते मूर्तद्रव्ये विद्यमाना क्रिया इति. तर्हि मूर्त इत्युक्ते इदानीं विभुद्रव्ये तत्र क्रिया नास्ति खलु, मूर्तद्रव्ये एव क्रिया अस्ति. तर्हि संयोगः इति क्रियाजन्यः इति वयं तदर्थमेव तत्र प्रायः क्रियाजन्यः इति अस्ति खलु. इत्युक्ते विभुद्रव्येषु यद्यपि तत्र क्रिया नास्ति तथापि मूर्तद्रव्ये या क्रिया जायमाना अस्ति तया क्रियया विभुद्रव्येषु अपि संयोगः भवति इति. संयोगः वा विभागः वा? विभागः. इत्युक्ते स्वयं विभुद्रव्ये तत्र क्रिया न भवति परन्तु मूर्तद्रव्ये या क्रिया भवति तया क्रियया विभुद्रव्येषु अपि संयोगः अथवा विभागः इति जायते. आहत्य च नवसु द्रव्येषु एते भवन्ति इति साधारणगुणः इति प्रसिद्धः. नवसु द्रव्येषु एते इत्युक्ते विभागः, संयोगः, एकत्वं, परिमाणं, पृथक्त्वं, संख्या, तद् साधारणगुणः इति वयं वक्तुं शक्नुमः. उत्तमं. सुनील महोदय, भवान् अग्रे पठति वा? आम् भगिनि. उत्पत्तिक्षणे द्रव्येन गुणकर्मणोः सम्भवः. तत्र कारणत्वविचारे इदम् अस्माभिः आलोचितं यत् कारणेन कार्योत्पत्तेः प्राक्षणे भवितव्यम्. वैशाखक्षणे घटोत्पत्ति पत्ति चेत् चैत्रक्षणे सर्वाणि घटकारणानि साक्षात् परम्परासम्बन्धैः कपाले सन्निहितानि भवन्ति. अयं च नियमः सर्वविधे कारणत्वे आलोचनीयः. तत् वक्ष्यमाणं समवायिकारणं वा भवेत् असमवायिकारणं वा, तथा सर्वभावजन्यात् जन्यान् प्रति द्रव्यमेव समवायिकारणमिति सङ्ख्यादिगुणानामपि उत्पत्स्यमानानां द्रव्यमेव समवायिकारणम्. अत्र इदानीं कारणत्वविचारे अस्ति. अत्र वयं जानीमः अत्र कारणेन अथवा कारणं कार्यस्य उत्पत्तेः पूर्वमेव आवश्यकमिति. उदाहरणमस्ति अत्र वैशाख क्षणे घटोत्पत्तिः भवितव्यम्. अत्र चित्रमपि अस्ति अत्र तत्र, अथवा चैत्रक्षणः वैशाखक्षणस्य पूर्वम् अस्ति इति अस्ति. अतः वैशाखक्षणे घटोत्पत् घटोत्पत्तिः भवितव्यं चेत् चैत्रक्षणे एव घटकारणानि तत्र आवश्यकमिति. इत्युक्ते तत्र वैशाखचैत्र इति केवलं तत्र नामकरणं खलु, तत्र पूर्वक्षणे इति, चैत्रक्षणे इत्युक्ते प्रथमक्षणः चैत्रक्षणः, तदनन्तरमस्ति वैशाखक्षणमिति. तर्हि एतत्तु वयं जानीमः तत्र कार्यस्य पूर्वक्षणे कारणेन भवितव्यम् इति. तर्हि तत्र यदा वैशाखक्षणे तत्र घटोत्पत्तिः चेत् कारणानि सर्वाणि पूर्वक्षणे भवेयुः. अयं च नियमः सर्वविधे कारणस्य आलोचनीयः. तदेव, अतः तादृशनियमाः सर्वदा पालनीयम् अथवा आलोचनीयः इति. सर्वविधे कारणे इत्युक्ते तत्र तत्र कारणानि त्रिविधानि इति वयं दृष्टवन्तः खलु. तर्हि तत्र साधारणकारणं, क्षम्यता, समवायिकारणं वा भवतु, असमवायिकारणं वा भवतु, अथवा निमित्तकारणं वा भवतु, तत्र यत्किमपि कार्यं भवतु, परन्तु यद् नियमान् वयम् उक्तवन्तः, तद् पालनीयं, तत्र कारणेन पालनीयम्. इत्युक्ते कार्यस्य उत्पत्तेः पूर्वमेव कारणानि तत्र भवितव्यम् इति. कारणैः भवितव्यम् इति, सत्यम्. इत्युक्ते समवायिकारणम् अस्ति चेदपि, असमवायिकारणम् अस्ति चेदपि, अथवा निमित्तकारणम् अस्ति चेदपि, तत्र कीदृशकारणम् इति न प्रश्नः. यत्किमपि कारणं भवतु, परन्तु कारणं तु पूर्वक्षणे भवेत् इति एव. तत् वक्ष्यमाणं समवायिकारणं वा भवेत्, असमवायिकारणं वा, तदिदानीं भवती एव उक्तवती. तदा सर्वभावजन्यात् प्रति जन्यमेव समवायिकारणमिति, सङ्ख्यादिगुणानामपि उत्पत्स्यमानानां द्रव्यमेव समवायिकारणम्. सर्वभावजन्यात् प्रति जन्यान् प्रति, अत्र इदानीं तत्र द्रव्यमेव समवायिकारणम् इति वा अस्ति तत्र. हा, इत्युक्ते तत्र पश्यतु, तथा सर्वभावजन्यान् प्रति द्रव्यमेव समवायिकारणमिति, सङ्ख्यादिगुणानामपि उत्पत्स्यमानानां द्रव्यमेव समवायिकारणम् इत्युक्ते, समवायिकारणम् इत्युक्ते द्रव्यम् इति वयं दृष्टवन्तः खलु. इत्युक्ते यः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायेन कार्यं जनयति इति वयं दृष्टवन्तः. तर्हि तत्तु सर्वदा द्रव्यमेव भवति इति वयं दृष्टवन्तः. इति कृत्वा तत्र भावजन्यान् इत्युक्ते, सर्वभावजन्यान् इत्युक्ते अभावः नास्ति इति. तद्वयं गतसप्ताहे अपि तत्र भावकार्यमात्रं प्रति द्रव्यस्य समवायिकारणत्वे इति दृष्टवन्तः. स्मरति वा पूर्वस्मिन् पुटे तृतीयपरिच्छेदे प्रथमवाक्यं पठतु एकवारम्. तत्र कार्यकारणभावविचारे कार्यकारणयोः न तृतीयपरिच्छेदे एतादृशकार्यकारणभावे सिद्धे भावकार्यमात्रं प्रति द्रव्यस्य समवायिकारणत्वे च सिद्धे एको घटः इति घटे एकत्वावगाही प्रत्ययः तयोः समवायमेव प्रकाशयति. इत्युक्ते यत्र भावकाव्यं भावकार्यं प्रति इत्युक्ते अभावस्य प्रसङ्गः इदानीं नास्ति, केवलं भावस्य प्रसङ्गः. तत्र द्रव्यमेव समवायिकारणं भवति इति, तत्र तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति यद् लक्षणं वयम् उक्तवन्तः, तद् द्रव्यमेव सर्वदा सूचयति इति वयं तत्र दृष्टवन्तः. तर्हि इदानीं सङ्ख्यादिगुणानानपि उत्पत्स्यमानानां द्रव्यमेव समवायिकारणम् इत्युक्ते, यदा सङ्ख्या इति सङ्ख्यादिगुणाः यद् वयम् इदानीं दृष्टवन्तः, तेषां प्रति अपि समवायिकारणम् इति द्रव्यमेव भवति. इत्युक्ते तादा एकत्वम् इति एकः घटः इति आकारः अस्ति चेत् तत्र एकत्वम् इति गुणः घटे अस्ति खलु. तर्हि तत्र इदानीं कार्यं किम् अत्र? कार्यं न एकत्वम् एकः घटः इति वदामः चेत् तत्र कार्यं किं? तत्र गुणः कार्यं खलु, एकत्वम् इति गुणः कार्यं, सत्यम्? इदानीम् एकत्वम् इति वयं निरूपयामः खलु, तर्हि एकत्वम् इति अस्ति चेत् तत्र एकत्वम् इति कार्यमस्ति. तर्हि एकत्वम् इति कार्यस्य कार्याधिकरणं किम्? अत्र इदानीं घटः एव, घटः एव. तर्हि घटः इति कार्याधिकरणं, तर्हि घटः इति कारणमपि खलु, तद्वयं दृष्टवन्तः. तर्हि तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति तत्र कः तथा करोति? घटः एव. तर्हि घटः इति द्रव्यमेव एकत्वं प्रति समवायिकारणम् तदेव. तत्र यदा समवायिकारणं, साधारणतया समवायिकारणम् इति द्रव्यमेव भवति इति एव. अग्रे पठामि. हा हा हा पठ. एवं सति द्रव्योत्पत्तिक्षणे एव तत्र रूपादीनां विशेष गुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः नः न शक्या वक्तुं. तथात्वे द्रव्यस्य गुणानां च युगपत् उत्पत्त्या द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात्, न स्यात् तर्हि तद् गुणान् प्रति कारणमपि. अतः तस्य कारणत्वरक्षायै उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इति नियमः अपि उपगम्यते. तस्मात् प्रथमक्षणे कार्यं द्रव्यमेव जायते. तदात्मक समवायीकरण समवधानेन द्वितीयक्षणे गुणोत्पत्तिः. स्पष्टो अपि अर्थः चित्रेण बोध्यते. यदा वयं पूर्वम् उक्तवन्तः अत्र द्रव्यस्य उत्पत्ति समये अत्र रूपगुणस्य विषयः अस्ति. अत्र रूपगुणस्य उत्पत्तिः तदा भवति वा इति एव प्रश्नः इति चिन्तयामि. अतः तदात्वे द्रव्यस्य गुणानां च युगपत् उत्पादित द्रव्यं गुणोत्पत्तिक्षणपूर्व इति न स्यात्, न स्यात् तर्हि गुणान् प्रति कारणमपि. अत्र इदानीं प्रश्नः द्रव्यस्य पूर्वमेव गुणस्य उत्पत्तिः भवति वा इति वा? न, इदानीं प्रश्नः अस्ति तत्र कारणं. यदा वयं पूर्वम् उक्तवन्तः तत्र निकषत्रयम् इति उक्तवन्तः खलु, इत्युक्ते कारणेन तत्र कार्यस्य पूर्वक्षणे भवेत् इति, कारणेन भवितव्यम् इति. तर्हि तत्र द्रव्यम् इति गुणस्य कृते कारणं भवति चेत् तत्र द्रव्यस्य गुणानां च युगपत् युगपत् इत्युक्ते समानकाले समानकाले उत्पादनं भवति चेत् तर्हि द्रव्यमिति गुणस्य कारणं कथं भवितुं कथं भवति खलु कथं वा भवति तर्हि इदानीं द्रव्यम् इति गुणस्य गुणं प्रति कारणं भवेत् इति वदामः चेत् तर्हि तत्र यदा गुणस्य उत्पत्तिः भवति तस्य पूर्वक्षणे द्रव्यम् अपि भवेत् खलु इत्युक्ते रूपम् इदानीं वयं भवान् उक्तवान् एकः घटः इति अस्ति चेत् एकत्वम् इति गुणः घटे अस्ति अपि च घटः इति एकत्वं प्रति कारणम् इति सत्यं तर्हि एकत्वम् इति गुणः तत्र नित्यं सर्वदा अस्ति इति अपि वयं पूर्वं दृष्टवन्तः तर्हि यदा द्रव्यम् अस्ति चेत् तस्मिन् एकत्वम् इति गुणः अस्ति इदानीं तत्र घटः अस्ति चेत् तत्र घटे एकत्वम् इति गुणः अस्ति इदानीं वयं किम् उक्तवन्तः घटः इति एकत्वं प्रति कारणम् इति तर्हि एकत्वम् इति गुणस्य उत्पत्तेः पूर्वं घटः भवेत् खलु स्मरति वा कारणम् इति यदा वयं यत्किमपि कारणं कार्याधिकरणे भवेत् कार्याधिकरणे सर्वदा भवेत् कार्याधिकरणे कार्यस्य उत्पत्तिक्षणस्य पूर्वं पूर्वस्मिन् क्षणे भवेत् इति निकषत्रयम् आसीत् तर्हि एकत्वं प्रति घटः कारणं चेत् घटः एकत्वस्य उत्पत्तेः पूर्वक्षणं भवेत् खलु तर्हि द्रव्यस्य अपि च गुणस्य उत्पादनं समानकाले भवितुं न शक्नोति तदर्थं तत्र यदा द्रव्यस्य उत्पत्तिः भवति तत्र प्रथमक्षणे इत्युक्ते द्रव्यस्य उत्पत्ति अनन्तरम् एकक्षणं यावत् द्रव्यं तत्र क्रियां विना गुणं विना तिष्ठति इत्युक्ते गुणः अपि नास्ति तस्मिन् क्रिया अपि नास्ति तस्मिन् क्षणमेकं तथा तिष्ठति तदेव तत्र कोष्ठे अपि पश्यतु वैशाखक्षणे यदा घटोत्पत्तिः अभवत् तत्र गुणः अपि नास्ति क्रिया अपि नास्ति तदनत्रक्षणे एव तत्र इदानीं गुणोत्पत्तिः भवति अवगतं वा इदानीं परन्तु एषः नियमः सर्वदा सर्वत्र अस्ति इति वा अत्र द्रव्यस्य तत्र गुणस्य कृते सर्वदा अस्ति इत्युक्ते तत्र पुस्तकं यत्किमपि द्रव्यं स्वीकरोतु तत्र क्रियाविषये किञ्चित् चिन्तयामः चेत् तत्र इतोपि किञ्चित् सम्यक् भवति इति मम चिन्तनं तत्र क्रिया इति चिन्तयतु तत्र यदा बालकः अस्ति अथवा यत्किमपि भवतु बालकः इति मास्तु तत्र पुस्तकम् इति स्वीकरोतु पुस्तकं तत्र पुस्तकम् अहं तत्र एकस्मिन् स्थले अस्ति इति चेत् तस्मात् स्थलात् तत्र स्वीकृत्य अन्यस्मिन् स्थले स्थापयामि इति चिन्तयतु तत्र पुस्तकं यदा क्रिया भवति तत्र गमनक्रिया पुस्तके भवति खलु तत् क्रिया यदा भवति तस्य पूर्वक्षणे पुस्तकम् इति क्रिया विना तिष्ठति उत्पीठिकायां वा भवतु अथवा भूमौ वा भवतु यत्र कुत्रापि भवतु तत्र क्रियां विना तिष्ठति तदनन्तरक्षणे एव तत्र तस्मिन् क्रिया भवति खलु तत् सत्यं परन्तु भगिनि अत्र घटः इति उदाहरणे वयम् इदानीं व्यावहारीयरीत्या पश्यामः चेत् एकः घटः इति वयं पश्यामः किल अत्र उत्पत्तिः भवति इति वयं जानीमः अत्र एकः घटः इति, अतः तत्र एकत्वम् इति यदा उत्पत्तेः अनन्तरम् एकक्षणमेव तत्र एकत्वं नास्ति इति वा, अथवा हा हा हा तदेव तदेव इत्युक्ते तत्र एकक्षणम् एव क्रिया इत्युक्ते तत् तदर्थमेव तत्र तृतीयकोष्टके क्रिया इति नास्ति, यतोहि क्रिया इति तत्र क्रियां विना किञ्चित् अधिकसमयः क्रियां विना तत्र घटेन भूयते खलु, परन्तु यदा गुणः इति स्वीकुर्मः चेत् तथा साधारणतया न भवति, इत्युक्ते गुणः तु सर्वदा द्रव्ये अस्ति एव, यः गुणः तस्मिन् द्रव्ये अस्ति सः गुणः तु सर्वदा अस्ति इति एव मम साधारणतया मम अवगमनं खलु, तर्हि तदर्थमेव तत्र गुणोत्पत्तिः इति अस्ति, गुणोत्पत्तिः तु तत्र एकक्षणं नास्ति, तदनन्तरक्षणे इत्युक्ते प्रथमं द्रव्यस्य उत्पत्तिः तदनन्तरं गुणस्य उत्पत्तिः. अनन्तरं द्वितीय उदाहरणे तत्र पुस्तकस्य उदाहरणे अपि अत्र पुस्तकमिति पूर्वमेव आसीत् इत्युक्ते तत्र एकत्वमपि तत्र आसीत् सत्यम् इत्युक्ते पुस्तकस्य विषय क्रियायाः विषये किमर्थम् उक्तवती इत्युक्ते तत्र निष्क्रिया निर्गुणम् इति यदा वयं वदामः तत्र किञ्चित् चिन्तनं तत्र किञ्चित् सम्यक् भवति खलु, यतोहि तत्र निष्क्रिया इत्युक्ते वयं निष्क्रिया अवगन्तुं शक्नुमः किञ्चित् झटिति निर्गुणस्य अपेक्षया, तदर्थमेव उक्तवती. परन्तु पुस्तकमपि तथा, पुस्तकस्य निर्माणं यदा वयं चिन्तयामः तत्रापि पुस्तकं यदा पुस्तकस्य निर्माणं भवति तत्र क्षणमेकं तत्र निर्गुणं तिष्ठति पुस्तकं, तदनन्तरक्षणे एव तत्र रूपं वा भवतु स्पर्शः वा भवतु एकत्वं वा भवतु यत्किमपि गुणः भवतु तदनन्तरमेव भवति. हा तर्हि हा अग्रे पठतु महोदय, तत्र तद् भागं समापयतु स्थिते. अतः भगिनि अत्र तस्य एकस्थले स्थलस्य रिमूव् तत्र अस्य स्थले भूमे अस्ति तु पीठिका उत्पीठिकायाम् अस्ति चेत् तस्य क्रियां नास्ति न, तस्य पुस्तकस्य क्रियां नास्ति न, पुस्तके गमनक्रिया अस्ति खलु, पुस्तके गमनक्रिया अस्ति, गमनक्रिया अस्ति पुस्तकस्य, पुस्तकस्य क्रिया इति न, पुस्तके गमनक्रिया अस्ति खलु तदेव. ओ गमनक्रिया, अस्तु अस्तु अस्तु अस्तु गमनक्रिया अस्ति अस्तु. हां पठतु महोदय. अतः तस्य कारणत्वरक्षायै उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इति नियमः अपि उपगम्यते. तदेव भगिनी उक्तवती अत्र पुस्तकस्य उदाहरणे अपि, तस्मात् प्रथमक्षणे कार्यं द्रव्यमेव जायते, तदात्मक समवायिकारणसमवधानेन द्वितीयक्षणे गुणोत्पत्तिः स्पष्टः अपि अत्र चित्रे अस्ति. अत्र प्रथमक्षणे द्रव्यमिति भासते, कार्यं द्रव्यमिति भासते, तदनन्तरमेव परन्तु तत्र गुणोत्पत्तिः भवति इति चित्ररूपेण अतः अस्ति इति. अतः अत्र चैत्रक्षणः वैशाखक्षणः ज्येष्ठ क्षणः आषाढक्षणः इति चत्वारः नामानि सन्ति, चत्वारि नामानि सन्ति. अत्र चैत्रक्षणे गण्डादि घट घटसामग्री समवधानम् अत्र घटवस्तूनि सन्ति इति घटस्य निर्माणार्थं वस्तूनि प्रथमं तदनन्तरं घटस्य निर्माणं तत्र गुणः नास्ति क्रिया नास्ति इति अनन्तरं तृतीय क्षणे अस्ति घटस्य पूर्ण उत्पत्तिः भवति अतः अत्र द्रव्यमिति अनन्तरं भवति गुणाः सत्यं तावदेव तदनन्तरं पठतु महोदय तत् स्थिते तद् भागं समापयतु स्थिते समवधानं समवधानं किम् तत्र सामग्री समवधानम् इत्युक्ते सामग्री सर्वं तत्र अधिकरणे अस्ति इति तावदेव सामग्री इत्युक्ते सामान् खलु यत् सामग्री किं करोमि समवधानं अर्थं न जानामि समवधानम् अस्तु इदानीम् अवगच्छति खलु समवधानं सामग्री समवधानं न अवगच्छामि समवधानं किं हा समवधानम् इत्युक्ते तत् सर्वं तत्र सामग्री सर्वं तत्र एकस्थले तत्र स्थापयामः खलु तत्र घटनिर्माणार्थं स्थापयामः अस्तु अस्तु अस्तु अस्तु तदेव समवधानम् स्थिते च एवं द्वितीयक्षणे एकत्वमेव उत्पद्यते तच्च एकत्वं द्वित्वस्य असमवायिकारणम् अतः एकत्वोत्पत्त्यनन्तरं द्वित्वोत्पत्तिः तदुत्पत्तिक्रिया प्रक्रिया च उद्ग्रन्थे द्रष्टव्या अत्र इदानीं द्वितीयक्षणे अत्र एकत्वम् उत्पद्यते इति इत्युक्ते अत्र अत्र घटस्य उत्पादनस्य क्षणानन्तरमेव तत्र घटस्य एकत्वमपि दृश्यते इति तत् एकत्वं द्वित्वस्य असमवायिकारणं तदेव द्वित्वस्य असमवायिकारणमिति तर्हि एक द्वित्वसमवायिकारणम् इति कृत्वा तत्र एकत्वं प्रथमं भवेत् तदनन्तरमेव द्वित्वं भवेत् इति अतः एकत्वोत्पत्त्यनन्तरं द्वित्वोत्पत्तिः इति हा सत्यं तर्हि रामप्रिया भगिनी भवती अग्रे पठति वा असमवायिकारणम् इति प्रसङ्गे असमवायिकारणनिरूपणम् अथ किम् एतत् असमवायिकारणं नाम उच्यते निरूपितं हि समवायिकारणं यदि स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति यथा कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं जनयति अतः कपालः घटसमवायिकारणम् तादृशे समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तत् असमवायिकारणम् यथा कपालद्वयसंयोगः घटं प्रति असमवायिकारणं भवति संयोगो हि गुणः सः पूर्वोक्तरीत्या समवायेन द्रव्ये कपाले भवति एवं दण्डचक्रादिकारणसमवादेनापि न कपालद्वयसंयोगेन विना घटस्य उत्पत्तिः भवति अतः कपालद्वयसंयोगः घटस्य जनकोऽपि भवति एवं सः कपालरूपघटसमवायिकारणे समवायसम्बन्धेन स्थित्वा घटात्मकं कार्यं जनयति अतः कपालद्वयसंयोगः घटस्य असमवायिकारणम् अत्र असमवायिकारणम् इत्युक्ते किम् इति निरूपणविषये अस्ति यत् निरूपितं वयं पूर्वमेव तदेव समवायीकारणं किम् इत्युक्ते स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन यदपि कार्यं जनयति तदेव समवायीकारणम् इति. उदाहरणरूपेण कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटं घटस्य उत्पादनं करोति इति कपालः घटसमवायीकारणं. तादृशसमवायीकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पद्यति तत् असमवायीकारणम्. समवायीकारणे समवायेन स्थित्वा समवायं कारणे इत्युक्ते कपालः इति अस्ति चेत् समवायेन स्थित्वा इत्युक्ते समवायसम्बन्धेन स्थित्वा समवायेन कार्यम् उत्पादयति तदपि समवायसम्बन्धः. इत्युक्ते एकत्वं द्वित्वम् इति यद्वयं दृष्टवन्तः तत्र किञ्चित् चिन्तयतु. एकत्वम् इति इदानीं द्वित्वम् इति चिन्तयामः चेत् द्वित्वस्य समवायीकारणं किम्? द्वित्वस्य समवायीकारणम् अस्ति घटः वा? घटः खलु. तर्हि यः समवायिकारणं यदस्ति तस्मिन् समवायेन स्थित्वा इत्युक्ते इदानीं तस्मिन् समवायसम्बन्धेन स्थित्वा तर्हि एकत्वम् इति यः गुणः अस्ति सः गुणः घटे समवायेन तिष्ठति खलु. तर्हि समवायेन स्थित्वा समवायेन कार्यं जनयति इत्युक्ते समवायेन द्वित्वम् इति कार्यं जनयति इति तत्र एकत्वम् इति द्वित्वं प्रति असमवायी कारणम् एकत्वं द्वित्वं प्रति. तथैव अत्र उदाहरणमस्ति कपालद्वयसंयोगः इति. कपालद्वयसंयोगः घटं प्रति असमवायीकारणं भवति. यदा कपालः घटं प्रति समवायसम्बन्धः समवाय समवायीकारणं भवति कपालः घटं सम्बन्धः तु समवायसम्बन्धः अस्ति. समवायसम्बन्धः हा हा परन्तु इदानीं कारणविषये वदतु. तत्र कपाल इदानीं कपालः इति घटं प्रति कारणं वा न वा? कीदृशं कारणं? समवायिकारणं. किमर्थं? यदा कपालः अस्ति चेदेव घटम् उत्पादनं भवति इति. कार्यकारणभावः तु अस्ति एव परन्तु किमर्थं समवायिकारणं किमर्थम् असमवायिकारणं न? इतोपि किञ्चित् वक्तव्यं खलु समवायिकारणम् इत्युक्ते किमर्थं समवायिकारणम् इत्युक्ते एकक्षणं कपालः अपि घटं प्रति कारणं कपाल न एकक्षणं भगिनि पुष्पा भगिनि एकक्षणं कपालः अपि घटं प्रति कारणं कपालद्वयसंयोगः अपि घटं प्रति कारणं कुम्भकारः अपि घटं प्रति कारणं खलु. सर्वे अपि तत्र आवश्यकं यथा घटनिर्माणम् अपेक्षितं चेत् सत्यं? तर्हि तत्र कुम्भकारः नास्ति चेत् घटनिर्माणं न भवति इति कुम्भकारः अपि समवायिकारणं भवति वा? कुम्भकारः समवायिकारणं न भवति किल? तर्हि सत्यं, कुम्भकारः समवायिकारणं न भवति. घटद्वयसंयोगः समवायिकारणं भवति वा? घटद्वयसंयोगः न भवति. कपालः भवति वा समवायिकारणम्? आम्, स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटम् उत्पाद्यति इति समवायिकारणं भवति. उत्तमं, तर्हि कपालः इति समवायिकारणं भवति घटं प्रति. इदानीं घटद्वयसंयोगः खलु, तर्हि घटद्वयसंयोगः कुत्र अस्ति? क्षम्यतां, कपालद्वयसंयोगः. कपालद्वयसंयोगः कुत्र अस्ति इत्युक्ते तस्य अधिकरणं किम्? अधिकरणं कपालद्वय संयोगः प्रति घटः एव अधिकरणम्. अस्तु, घटम् इति कार्यमस्ति, घटम् इति कार्यस्य कार्याधिकरणं किम्? घटम् इति कार्यं घटः एव कार्याधिकरणे. क्षम्यताम्, अवयवः अवयवी, क्षम्यतां, कपालः कार्याधिकरणं, कपालसंयोगः इत्युक्ते कपालः. कपालसंयोगः कुत्र अस्ति? कपालसंयोगः कपालसंयोगः कपाले एव अस्ति किल? उत्तमम्, उत्तमं, तर्हि कपाल इत्युक्ते तत्र मनसि निश्चयेन भवेत् भगिनी, तत्र कार्याधिकरणे एव कारणं यत्किमपि भवतु तत्सर्वं कार्याधिकरणे भवेत् इति अस्ति खलु. तर्हि कपालद्वयसंयोगः घटस्य घटमिति कार्यं प्रति घटः कार्यं कार्याधिकरणं कदापि न भवितुम् अर्हति, शक्नोति, यतोहि कार्याधिकरणं कार्यस्य पूर्वं भवेत् खलु. कारणम् इति यत् यत्किमपि अस्ति तत्सर्वं कार्यस्य निर्माणस्य पूर्वक्षणे भवेत् इति नियमः अस्ति. तर्हि कार्याधिकरणं कथं वा कार्यमिति भवेत्? तर्हि कार्याधिकरणम् अस्ति कपालः. कपालः इति यद् यत् कार्याधिकरणम् अस्ति तस्मिन् असमवायिकारणं वा भवतु समवायिकारणं वा भवतु तस्मिन् भवेत्. तर्हि इदानीं समवायिकारणमस्ति कपालः इति, कपालः तु तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा इत्युक्ते कार्याधिकरणे स्थित्वा कार्यं जनयति इत्युक्ते कपाले स्थित्वा कार्यं जनयति इति तत्र सम्यक्. तदनन्तरम् अस्ति कपालद्वयसंयोगः इति, कपालद्वयसंयोगः कुत्र अस्ति? तदपि कपाले अस्ति. कपाले इदानीं कीदृशसम्बन्धेन अस्ति? कपालद्वयसंयोगः कपाले समवायसम्बन्धेन एव अस्ति. किमर्थं समवायसम्बन्धेन अस्ति? किमर्थम् इत्युक्ते गुणगुणिनोः किल. उत्तमम्, संयोगः इति गुणः, गुणगुणिनोः कीदृशसम्बन्धः? समवायसम्बन्धः एव किल? हा हा हा, उत्तमम्, उत्तमं, समवायसम्बन्धः एव. ओ, अहं संयोगः इति श्रुतवती. मम अपि अस्तु अस्तु, अहं संयोगः इति श्रुतवती. न कपालसंयोगः समवायसम्बन्धेन कपाले अस्ति, किमर्थम् इत्युक्ते गुणगुणिनोः समवायसम्बन्धः इति. उत्तमम् उत्तमम् उत्तमं, क्षम्यतां मम दोषः. तर्हि तर्हि समवायसम्बन्धः, तर्हि संयोगः समवायसम्बन्धेन कपाले. इदानीं समवायसम्बन्धेन कपाले स्थित्वा कार्यम् इत्युक्ते इदानीं कार्यं किं, घटः इति कार्यं खलु. घटः कीदृशसम्बन्धेन कपाले अस्ति? समवायसम्बन्धेन. हा, तर्हि घटः इति कार्यं समवायसम्बन्धेन उत्पादयति. तदेव इदानीं तत्र असमवायिकारणम्. संयोगः हि गुणः इति अस्ति, सः पूर्वोक्तरीत्या समवायेन द्रव्ये कपाले भवति, तदेव वयं दृष्टवन्तः. एवं दण्डचक्रादिकारणसमवधान अपि न कपालद्वयसंयोगेन विना घटस्य उत्पत्तिः भवति. घटस्य उत्पत्तिः आवश्यकं तु कपालद्वयसंयोगः. दण्डचक्रादि सामग्री अस्ति चेदपि कपालद्वयसंयोगः संयोगेन विना घटस्य उत्पत्तिः न भवति इति अस्ति. इत्युक्ते यावत्पर्यन्तं घटसंयोगः न भविष्यति तावत्पर्यन्तम् अन्य सामग्रीः अस्ति चेदपि घटनिर्माणं न भवति खलु. अतः कपालद्वयसंयोगः घटस्य जनको अपि भवति. कपालद्वयस्य संयोगः एव घटस्य घटं जनयति इति. एकक्षणं, कपालद्वयसंयोगः एव इति न, कपालसंयोगः अपि तत्र घटस्य जनकः भवति. जनकः इत्युक्ते इदानीं कारणं, तत्र जनकजन्य इति वयं पूर्वं दृष्टवन्तः खलु. तर्हि इदानीं कपालद्वयसंयोगः अपि तर्हि तत्र जनकः इत्युक्ते कारणं भवति इति. एवं सः कपालरूपघटसमवायिकारणे समवायसम्बन्धेन स्थित्वा घटात्मकं कार्यं जनयति. कपालरूपघटसमवायिकारणे, कपालरूप इत्युक्ते अत्र तत्र कपाल इति रूप इत्युक्ते अत्र गुणः इति रूपं न, परन्तु कपालः इति घटसमवायिकारणं समवायिकत्वा घटात्मकं कार्यं जनयति. घटम् इति कार्यं जनयति. अतः कपालद्वयसंयोगः घटस्य असमवायिकारणम्. अतः एव कपालद्वयसंयोगः असमवायिकारणं घटं प्रति. उत्तमं. तर्हि अग्रे अपि पठतु भगिनि. यद्वयम् इदानीं एतावत्पर्यन्तं चर्चितवन्तः तदेव भगिनि. मम पुस्तकम् अस्ति. एकविषयं अत्र समवायिकरणं तु अस्ति, असमवायिकरणं तु अस्ति. कारणद्वयं, तत्र कारणत्रयम् इति वयं दृष्टवन्तः खलु. इतोपि निमित्तकारणमपि अस्ति, तत् अग्रे वयं पठिष्यामः. निमित्तकारणं, अस्तु अस्तु. निमित्तकारणं तादात्म्यकारणं, तादात्म्य इति सम्बन्धः. निमित्तकारणं समवायिकारणम् असमवायिकारणम् इति कारणं त्रिविधम् इति वयं दृष्टवन्तः. अस्तु, तर्हि एतत् रामप्रिया भगिनी एतत् समापयतु, तदनन्तरम् अग्रिमपरिचयतः पुष्पा भगिनी पठितुं शक्नोति. तर्हि एवं तन्तुसंयोगे अपि. आं भगिनि, एवं तन्तुसंयोगे अपि तन्तौ समवायेन स्थित्वा तत्रैव समवायेन पटात्मकं कार्यं जनयति इति तन्तु द्वयसंयोगः पटसमवा पट असमवायीकारणं यथा समवायीकारणे कार्यत अवच्छेदकसम्बन्धः समवायसम्बन्धः तथैव इह अपि समवाय एव कारणाधिकरणे कपालद्वय द्वयसंयोगाधिकरणे कपाले घटस्य समवायेन एव उत्पद्यमानत्वात् अत्र तन्तुविषये अस्ति तन्तुद्वयसंयोगः तन्तौ समवायेन समवायेन स्थित्वा आम् समवायेन पटात्मकं कार्यं जनयति इत्युक्ते पटम् पटम् इति कार्यं जनयति उत्पादयति पुष्पा भगिनी एकक्षणं तत्र इदानीं रामप्रिया भगिनी क्रमः न न न भगिनि म्यूट् अस्मि न चिन्ता नास्ति तन्तुद्वयसंयोगः पटं प्रति असमवायीकारणम् इदानीं यथा कपालद्वयसंयोगः घटं प्रति असमवायीकारणं तथैव तन्तुद्वयसंयोगः पटं प्रति असमवायीकारणम् यथा समवायीकारणे कार्यत अवच्छेदकसम्बन्धः समवायसम्बन्धः आम् कार्यत पूर्वं वयं दृष्टवन्तः कार्यत अवच्छेदकः समवायसम्बन्धः इति अत्र आम् तथैव इह अपि समवाय एव इत्युक्ते अत्रापि समवायसम्बन्धः एव कार्यत अवच्छेदकसम्बन्धः इत्युक्ते समवायेन एव कार्यं जनयति खलु समवायिकारणे अपि असमवायिकारणे अपि तत्र कार्याधिकरणे सर्वदा समवायेन एव कार्यं जनयति कारणाधिकरणे कपालद्वयसंयोगाधिकरणे कपाले घटस्य समवायेन एव उत्पाद्यमानत्वात् कारणाधिकरणे इत्युक्ते कपालद्वयसंयोगाधिकरणे वा या पटसंयोग पटद्वयसंयोगाधिकरणे वा कपाले घटस्य आम् कपालघटयोः मध्ये समवायेन एव उत्पादनं भवति इति कारणाधिकरणे तद् अवच्छेदकम् उत्तमं पुष्पा भगिनी पठति वा हरि ओम् अस्तु भगिनि म्यूट् अस्मि कारणता अवच्छेदकसम्बन्धस्तु समवायीकरणत्वे साधारण्यं प्रवेशितम् इह भवति समवाय इव तथा च समवायसम्बन्ध अवच्छिन्नकार्यता निरूपितसमवायसम्बन्ध अवच्छिन्नकारणता आश्रयत्वम् असमवायिकारणस्य च तदेव तटस्थललक्षणं तु तत्र न पटस्य तत्र लक्षणं तटस्थलक्षणं तटस्थलक्षणम् इति वयं पूर्वं परिशीलितवन्तः कोऽपि स्मारयति वा तटस्थलक्षणम् इत्युक्ते किम् इति रामप्रिया भगिनी समानाधिकरणं हा तटस्थलक्षणम् इत्युक्ते गन्धः पृथिव्याः लक्षणम् इति वयं गन्धवत्वं गन्धवती पृथ्वी इति तत्र वाक्यमासीत् परन्तु यदा गन्धत्वं पृथिव्याः लक्षणम् इति वयम् उक्तवन्तः तत्र यत्र सप्तमीविभक्ति उक्त्वा तत्र अधिकरणं यथा रामप्रिया भगिनी उक्तवती अधिकरणं स्पष्टं भवेत् तत् तदस्ति तटस्थलक्षणम् इति अधिकरणं स्पष्टम्. ओके, कारणता अवच्छेदकं सम्बन्धः तु समवायिकरणत्वे तादात्म्यं प्रवेशितम् इत्युक्ते किं तत्र न न तत्र समवायीकरणत्वे कारणता अवच्छेदकसम्बन्ध तत्र शब्दमस्ति कोऽपि शब्दमस्ति समवायीकरणत्वे तत्र प्रवेशितं तु न भगिनि एकक्षणं तद्वाक्यं किम् इति अवगच्छति वा? वाक्यस्य कारणं भवती स्वस्य कुत्र अवच्छेद कस्य एकक्षणं कीदृश कारणतायाः विषये अस्ति अत्र? तत्र अधिकारणं न कार इत्युक्ते समवायीकरणम् असमवायीकरणं कारणं न कारणं एकक्षणम् प्रश्नस्य उत्तरं ददातु. प्रथमं तत्र समवायिकारणमस्ति असमवायिकारणमस्ति, अत्र कारणतायाः अवच्छेदकं तादात्म्यम् इति अस्ति खलु, तत् कीदृशकारणस्य प्रसङ्गे अस्ति इति मम प्रश्नः. सम्बन्धः तु समवायिकरणत्वे मम प्रश्नः कः तस्य उत्तरं ददातु भगिनि. तत्र पुस्तके यद्वा पदमस्ति तत्तु अहमपि पठितुं शक्नोमि. समवायिकारणं मम प्रश्नः अस्ति, कीदृशं कारणं तत्र समवायिकारणं समवायिकारणं यत्र अस्ति तत्र समवायिकारणस्य अवच्छेदक तत्र कारणतायाः अवच्छेदकसम्बन्धः अस्ति तादात्म्यम् इति. तत्र इदानीं पूर्वमेव रामप्रिया भगिनी उक्तवती खलु, तत्र समवायिकारणं वा भवतु असमवायिकारणं वा भवतु तत्र कार्यतायाः अवच्छेदकं तु समवायसम्बन्धेनैव भवति, परन्तु भेदः कुत्र इत्युक्ते यत्र कारणता अस्ति तत्र एव कारणतायाः अवच्छेदकं भवति समवायीकारणप्रसङ्गे तादात्म्यसम्बन्धेन, असमवायीकारणप्रसङ्गे समवायसम्बन्धेन. अवगच्छति वा? सत्यं तदर्थमेव तत्र वाक्यं पश्यति चेत् समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इति अस्ति. इदानीं समवायसम्बन्ध विषये लक्षणवाक्यं किम् आसीत् तत्र सप्ताशीतितमे पुटे पश्यतु, द्वितीयपरिच्छेदस्य अन्तिमवाक्यं पठतु. एवं च अशीतितमे पुटे द्वितीयपरिच्छेदस्य अन्तिमवाक्यम् एवञ्च समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणताश्रयत्वं समवायिकरणस्य लक्षणं पर्यवसितं तत्र तद्भवति. अत्र समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणताश्रयत्वं. तर्हि तत्र भेदः कः? तत्र असमवायिकारणं समवायिकारणं तयोः मध्ये भेदः कुत्र अस्ति पश्यति वा? असमवायिकारणत्वं तत्र लक्षणवाक्ये भेदः कः? अन्य कोऽपि वक्तुं शक्नोति वा? न, एकक्षणं, न न पुष्पा भगिनी एकक्षणं शृणोतु इदानीं. हा सुनील महोदय वदतु महोदय. पूर्वं तत्र तादात्म्यसम्बन्धः इति अस्ति, अत्र समवायिकारणे समवायसम्बन्धः अस्ति. कुत्र? अत्र असमवायि असमवायिकारण न न न इत्युक्ते तत्र कस्य सम्बन्धः तादात्म्यसम्बन्धः इति अस्ति समवायिकारणे, समवायसम्बन्धः इति अस्ति असमवायिकारणे. अत्र समवायिकारण विषये अत्र समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणदाश्रयत्वम् अस्ति अस्ति. इत्युक्ते कारणतायाः आश्रयत्वम् अत्र तादात्म्यसम्बन्धेन, अत्र कारणतायाः क्षम्यतां कारणतायाः अवच्छेदकत्वं तत्र तादात्म्यसम्बन्धेन, अत्र कारणतायाः अवच्छेदकः भवति समवायसम्बन्धेन इति तदेव भेदः. अवगच्छति वा भगिनी पुष्पा भगिनी? एकवारं समवायिकारणे तत्र कार्यतायाः अवच्छेदकं तत्र द्वयोः प्रसङ्गयोः अपि तत्र समवायसम्बन्धेन एव, इत्युक्ते समवायसम्बन्धेन एव कार्यं जनयति, असमवायिकारणं वा भवतु समवायिकारणं वा भवतु. परन्तु भेदः कः इत्युक्ते तत्र कारणतायाः अवच्छेदकसम्बन्धः समवायिकारणे भवति तादात्म्यसम्बन्धः, इत्युक्ते कपालः इति तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा घटम् इति कार्यम् उत्पादयति इति. परन्तु असमवायिकारणे समवायसम्बन्धेन तिष्ठति, इत्युक्ते कपालद्वयसंयोगः इति क्षम्यतां कपालद्वयसंयोगः इति समवायसम्बन्धेन कपाले, कपालः इति कार्याधिकरणं खलु, कपाले स्थित्वा समवायसम्बन्धेन घटम् इति कार्यम् उत्पादयति इति तदेव तत्र भेदः. अस्तु, तर्हि उत्तमं, किञ्चित् बहु किमपि किञ्चित् चिन्तितवन्तः सम्यक् रीत्या. तर्हि इतोपि किञ्चित् चिन्तनं भवतु, तत्र पुनः एकवारं पठतु अपि च मुद्रणमपि शृणोतु, आगामिसप्ताहे अग्रे पठेम. तर्हि धन्यवादः, शुभरात्रिः. धन्यवादः. धन्यवादः. शुभरात्रिः.